श्रीलक्ष्मीसहस्रे चित्रचरित्रस्तबकः षोडशः पवित्रं पद्मनाभस्य कलत्रं तत्पुनातुनः विचित्रं त्रिषु लोकेषु चरित्रं यस्य गीयते पवित्रं पद्मनाभस्य कलत्रं तत्पुनातुनः विचित्रं त्रिषु लोकेषु चरित्रं यस्य गीयते अप्राकृतेऽपि भगवान् अवताररूपे प्रजानुगुणमेव करोति जन्म मातस्त्वया विमक्षिते प्रथमे हि भूते चित्रं पुरा जनिरकारी तथा द्वितीये ख्यातो भुवि ज्वलन शीतलिमानुमानम् बाधानुविद्धमिति कार्तिक सम्प्रदायः वालानले कमलवासिनि वायुसूनोः चित्रं चकर्थ कृपया शिशिरत्वमेव निमग्नमग्नौ किल वस्तु भूयोऽपि उन्मज्जतीति क्व नु देवि दृष्टम् वपुर्विचित्रम् तव वह्निमग्नम् उन्मज्जनम् मज्जननि प्रपेदे स्वबाधकान् साधुजनोऽपि शक्तौ बाधेत पाथोऽधिसुते जगत्याम् बाधाविधात्रीर् भवतीररक्ष रक्षस्त्रियः प्रत्युत वायुपुत्रात् शोकादपेतस्ततवावलोकात् पाकारि पाकः किल काक एकः लोकाननेकान् लभते स्म चित्रम् नाकाधिपार्थ्यान् अपि वृद्ध्रगृध्रः प्रायस्त्रियः पत्युः अतिप्रियाश्चेत् पद्मे सदा पार्श्वमुपाश्रयन्ते निरन्तरं त्वं तु निधीयसे हो भुजान्तरे भोगि नगेश्वरेण कान्तप्रियां वहति कामवशाद्गृहीतिः वहान्मात्रमेव भुवि शुश्रुम वार्धिकन्ये आश्चर्यम् अब्जनयनो हरि रज्जवासा त्वं यत्ततो दृशि बिभर्ति तव प्रियस्त्वाम् सर्वे किञ्चित् कुर्वत स्वानुकूलानि संरक्षन्तः प्रेक्षितास्सिन्धुकन्ये अञ्जल्यज्ञानि आर्जितागः प्रपञ्चानि अस्मादृक्षाणि अप्यहो रक्षसि त्वम् दृष्टेणुम् जडमपि जनाः देवि वाचालयन्तः कृष्णोऽप्येनम् मुखरयति चेत् किं पुनः तत्र चित्रम् श्लोकान् मूकान् अपि च भवति वादयत्यप्रयत्नापि चित्रं शौरेः पखि वयममी तत्र दृष्टान्तभूतः मादृक्षरक्षणकृते मकराङ्कमातः बाहान्तरे करुणय भवती निविष्टा अर्थात्मना ध्रुवम् अवस्थितमञ्जनाद्रौ विश्वम् भरम् विभवकार्यकरम् करोषि विश्वप्रसूरतित्वम् विचित्रमुरगेन्द्र शैलपतिकान्ते मन्मात्रासाधारण महातेव विशिष्य पुष्यसि रमे मा विश्वप्रसूरति त्वम् विचित्रमुरजेन्द्र शैलपतिकान्ते मन्मात्रासाधारण मातेव विशिष्य पुष्यसि रमे मा इत्यात्रेय श्रीमद्वेङ्कटपरिणकृतिषु श्रीलक्ष्मीसहस्रे चित्रचरितस्तवः षोडशः सम्पूर्णः।